नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे प्रवर्तमानविषयः रुदादिगणः इति. गतसप्ताहे तस्य आरम्भम् अभवत्. तत्र वयं रुदादिगणे विकरणप्रत्ययः धातोः मध्ये कथम् उपविशति इति दृष्टवन्तः. अनन्तरम् एका चर्चा अपि आसीत् श्नसूरल्लोपः अनन्तरम् अनिदितां हल उपधायाम् इति इत्याभ्यां कार्यं यत् कार्यं भवति तद् आभीयकार्यमस्ति. अतः तत्र अनिदितां हल उपधायाम् इति 6424 इति सूत्रं प्रति श्नसूरल्लोपः 6411 इत्यस्य कार्यम् असिद्धं भवति. अतः अनिदितां हल उपधायाम् इति यत् अकारलोपः न जातः, नकारः उपधायां नास्ति, तस्मात् अनिदितां हल उपधायाम् इति इत्यस्य सूत्रस्य प्रसक्तिः नास्ति इति अपि दृष्टवन्तः. तत्र एकं रुणद् इति आसीत् किल धातुः, रुणद्योगः तः श्नसोरल्लोपः इत्यनेन रुन्द् योगः तः उपधायां यत् अकारः अस्ति तस्य लोपः रुन्द्योगः तः असिद्धवत् अत्रावात् इत्यनेन अनिदितां हल उपधायाम् इति सूत्रं प्रति श्नसोरल्लोपः असिद्धम्. अतः यद् अकारः लोपः जातः तद् अनिदितां हल उपधायाम् इति न पश्यति, अतः तस्य कार्यम् अत्र न भवति. तत्तु रुणद् इत्येव पश्यति इति कृत्वा असिद्धं भवति, श्नसोरल्लोपः इत्यस्य कार्यमेव भवति. तदेव वयं दृष्टवन्तः. सन्धिकार्यं प्रायः भवन्तः पठितवन्तः इति भाति. अग्रे सरामः. अस्तु महोदय, भवान् एव तत्र सन्धिकार्यम् इत्यस्मात् अनन्तरं भुङ्क्ते युनक्ति चिनक्ति इति अस्ति, तस्मात् पठति वा? भुङ्क्ते युनक्ति चिनक्ति बुनक्ति इत्यादि रूपाणि दृष्ट्वा बहवः जनाः चिन्तयन्ति यत् यत् रुदादिगणः अतीव जटिलः, किन्तु वस्तुस्थितिः तथा न. अयं गणः सरलः, यतोहि अङ्गकार्यम् अतीव न्यूनम्. कुत्र अस्ति भगिनि? तत्र सन्धिकार्यम् इति अस्ति, तस्मात् अनन्तरं जरोजरि सवर्णे इति सूत्रात् अनन्तरमेव. जरोजरि सवर्णे सन्धिकार्याणि सर्वाणि सन्ति किल, भावसाने अनुस्वारसे परसवर्णः सर्वे एकस्मिन्नेव. सकारान्तदातु न तस्मात् वयं तु दातवः न आरब्धः. सन्धिकार्यम् इति तथा अन्ते सन्धिकार्यानन्तरम् अन्ते अथवा चकारान्तदातवः तस्मात् पूर्वं. चकारान्तदातवः, ओके, तस्मात् धन्यवादः. एकनिमिष, अस्तु. आहत्य स्नम् निमित्तीकृत एकम् अङ्गकार्यं स्नान्नलोपः इत्यनेन नकारस्य लोपः, अपि च तिङ् निमित्तीकृत एकं कार्यमस्ति स्नसोरल्लोपः इत्यनेन स्नम् इत्यस्य अकारलोपः, तत्पश्चात् अवशिष्यते केवलं सन्धिकार्यम् इति. अत्र प्रथमः चकारान्तदातवः चत्वारः सन्ति, विचिर् इति, तत्र इर् इत्यस्य लोपः भवति चिन्तयामि, इरित् संज्ञा वा चैतन्येन, विच् एव, विच् तञ्चु इत्यस्य तञ्च् इति, रिचिर् इति तत्रापि रिच् इति, पृचि इति पृच् इति, विचिर् धातुः विच् धातुः विच् इति धातुः उभयपदि, पृथग्भावे पृथक् करोति विलक्षते इति अर्थे. विच् योगष्णम् इति इदानीं विदचदन्त्यात्परः इत्यनेन मध्ये आगच्छति, विदच् इति भवति. तर्हि अनन्तरं तिङ्प्रत्ययस्य निमित्तिकमङ्गकार्यं पिस्सु अङ्गकार्यं नास्ति. विनच् योग ति अस्ति, सन्धिकार्यं चोः चोहकुः इत्यनेन तत्र चोहकुः विनक्ति इति रूपं. विनच् योग आनि तत्र किमपि नास्ति, वर्णमेलनं विनजानि इति. अपिस्तु स्टफररलोपः इत्यनेन स्टम् इत्यस्य अकारस्य लोपः विनच् योगतः तत्र अकारस्य लोपः स्नप्रत्यये अस्तु स्नसोः अस्तु अकारलोपः भवति. अतः विञ्च् योगतः अनन्तरं सन्धिकार्यं विञ्च् योगतः इति नकारचकारः अस्ति. तर्हि विङ्क् अस्तु प्रथमं प्रथमं चोहकुः विङ्क् अस्ति, अनन्तरं नकारचकारः अस्ति, अनुस्वारस्य ययि परसवर्ण इति अनुस्वारस्य अस्तु. प्रथमं प्रथमं कार्यमस्ति एकवारं चू नास्ति खलु, नास्ति तदेव एक विञ्च् एतत्तु अनुस्वारः भवति वा तदेव खलु अनुस्वारः खलु अस्तु. नश्च पदान्तस्य जलि इत्यनेन तत्र तत्र अनुस्वारः अनुस्वारस्य ये परसवर्ण इत्यनेन विङ्क्तः इति भवति, विङ्क्तः इति सन्धिकार्य अस्तु अस्तु अस्तु दत्तमस्ति अस्तु. विनच् योगति इति चोहकुः इति विनक् योगति विनक्ति, विञ्च् इति विञ्च् योगता चोहकुः इत्यनेन विङ्क्तः, नश्च पदान्तलि विङ्क् विङ्क् योगतः अनुस्वारस्य परसवर्ण विङ्क्तः इति वर्णमेलने विङ्क्तः. विञ्च् योग अन्ति अस्ति विनच् इत्युक्ते विञ्च् योग अन्ति, नश्च पदान्तलि इत्यनेन विञ्च् अनुस्वार अनुस्वारस्य परसवर्णेन विञ्चति इति तत्र विञ्च् योगन्ति विञ्चन्ति विञ्चन्ति च क्षम्यतां विञ्चन्ति इति. विनच् योग सि इति अस्ति, चोहकु विनक् इति भवति, विनक् योग सि अनन्तरम् आदेशप्रत्यय इत्यनेन क्षि इति विनक्षि. विञ्च् योग हि अत्र अस्तु, विञ्च् योग हि इति अस्ति अस्तु, हि परे चकार जल् अस्ति अत् हू जल्द्यो हे हे धिः धि इति भवति. विञ्च् योग धि इदानीं विञ्च् योग धि चोहकुः जलि अस्तु, विङ्क् विङ्क् योग धि अनन्तरम् अनुस्वारस्य नश्चपदं जलि विङ्क् योग धि जलां जषि विङ्क् अस्तु विङ् योग धि अनन्तरम् अनुस्वारस्य परसवर्ण इति अनन्तरं भवति अस्तु. विङ् योग धि विङ् धि इति रूपम् अस्तु. आहत्य अत्र कार्यं कीदृशम् इति चेत् अपित्प्रत्यये परे स्टसोरल्लोपः अपि च नश्चापदान्तजलि अनुस्वारस्य परस्वर्ण इति सूत्रसमूहः, जलिपरे चोहकुः इति. अनेन कार्यं चतुर्विधं पितिजलि पितिजलि चोहकुः, पिति अजलि न किमपि, अपितिजलि सूत्रसमूहः चोहकुः, अपिति अजलि इति सूत्रसमूहः. सूत्रसमूहः के इति सूत्रसमूहः तदेव अपति प्रत्यये परे श्नसोरलोपः नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः इति सूत्रसमूहः. केवलं जलि परे चोहोकुः, अन्यत्र पिति जलि चोहोकुः, अपिति जलि अपि चोहोकुः. जलि अस्ति चेत् चोहोकुः. अग्रे चतुर्षलकारेषु तिङन्तरूपाणि वक्तव्यानि उपरि गता नियमान् आधारेण रूपचिन्तनं करोतु. कस्य इदानीं लट् विचिर् इत्यस्य वा? विचिर् विचिर् इत्यस्य अस्तु. विचिर् एकनिमिष तत्र कुत्र अस्ति? हा विचिर् अस्तु. विचिर् योग ति इति अस्ति इदानीम् इरि संज्ञा विचिति. विचिर् योग ति रुदद्यपृष्ठम् इत्यनेन तत्र आगच्छति. विनच् योगति विनक्ति इति भवति, विनक्ति इति रूपं विनक्ति. अग्रे विच् योगर्थः, तत्र विनच् योगर्थः, तत्र अपित् अस्ति अतः स्नसोहल्लोपः अत्र अनेन तत्र विङ्क् विञ्च् विञ्च् विञ्च् योग तः तत्र विङ्च् योगतः चोः कुहि विङ्क् विङ्क्तः अनन्तरं विङ्क्तः तत्र नश्च पदान्तस्य जलि अनुस्वरसि प्रस्वरणेन विङ्क्तः विनच् योग विञ्च् सारि विच् योग अन्ति विनच् अत्र विनच् इत्यस्मिन् नसोर्लोपः इत्यनेन तत्र विञ्च् योग अन्ति अनन्तरं विञ्चन् विञ्चन्ति विञ्चन्ति इति भवति अनुस्वरसि परस्वर्ण इति तत्र किमस्ति एकवारं नश्च पदान्तरि अनुस्वरसि परस्वर्ण इत्यनेन विञ्चन्ति इति रूपं विञ्चन्ति विञ्च् क्षम्यतां विञ्चन्ति अग्रे तदेव विञ्चन्ति अग्रे विञ्च् विनच् योगसि विनक्षि इति भवति तत्र तत्र ससोर्लोपः न भवति विनक् योगसि विनक् सकारस्य विनक् विनक् योग तत्र षत्वं भवति आदेशप्रत्यये विनक्षि इति अनन्तरं तः इति अस्ति तत्रापि स्नसोरलोपः इत्यनेन विञ्च् योगतः विङ्क्तः इति भवति विङ्क्त अत्र विन विच् योग मि अत्र विनच् मि विनक् विनक् योग मि विनक् सारि विनच् मि विनक् न भवति विनच् मि एव भवति तत्र चोः कुहि न भवति जलि नास्ति अग्रे विन् विच् योगवः तत्र विनच् योगवः विञ्च् तत्र विञ्च् योगवः तत्र अनुस्वारसि अनुस्वार अनुस्वारसि परस्वर्णितेन विञ्च् वः विञ्च्मः इति रूपाणि विञ्च्मः तत्र स्नसोरलोपः भवति वा हा मां सत्यं विनच् इति तत् नकारस्य अकारस्य लोपः भवति विञ्च् इति एव भवति विञ्च् विञ्च्वः विञ्च्मः इति धन्यवादः उषा भगिनी लोप् वदति वा आं भगिनि विञ्च् विञ्च् वट्स् दट् विचिर् विचिर् इति विनच् भवति मितचोन्त्यात् परः नकार सो विनच् भवति विनच् योगः तु लोट् विनच् योगः तु विनच् योगः तु गुणकार्यं नास्ति विनच् योगः तु चोः कुः इत्यनेन विनक् चकारस्य ककारः भूत्वा विनक् योगः तु विनक् तु भवति विनच् योगः तात् विनच् विनक्तात् भवति चोः कुः विनच् योगः तां तत्र भवति वा स्नसोरलोपः विनच् योगः विनच् योगः तात् तत्र तात् स्नसोरलोपः अपित्सु कार्यम् अपित्सु एव अपित्सु कार्यं सो विनच् योगः तात् स्नसोरलोपः इत्यनेन अकारलोपः भूत्वा विञ्च् विञ्च् योगः तात् विञ्च् योगः तात् सन्धिकार्यं चोः कुः सो विञ्च् योगः विञ्च् योगः नो विङ्क् योगः तात् विङ्क् विङ्क् तात् देन् विङ्क् तात् देन् ओ नकारः अनुस्वारस्य यहि परसवर्णः ककारः यहि अनुस्वारस्य यहि परसवर्णः इत्यनेन विङ्क् तः ककारस्य पञ्चमवर्णः विङ्क् विङ्क् नो नो विङ्क् तात् विङ्क् तात् अपिचुके तु ताम् अपित्सु कार्यम् अगेन् श्नसोरल्लोपः इत्यनेन श्नम् इत्यस्य अकारस्य लोपः विञ्च् भवति. विञ्च् योगः तां सन्धिकार्यं भूत्वा विङ्क् तां सन्धिकार्यं चोहोकुः अनुस्वारस्य ययि परसवर्णः इत्यनेन विङ्क् तां भवति. विञ्च् विनच् योगः अन् विनच् योगः नाट् अन् अन्तु विनच् योगः अन्तु अन्तु इति अजादि अजादि अपित् अजादि अपित् अजादि अपित् श्नसोरल्लोपः कार्यं भवति वा भगिनि? श्नसोरल्लोपः इत्यनेन श्नम् इत्यस्य ङिति प्रत्यये भवति भवति भगिनि अपित्सु कार्यं या सो विनच् सो विञ्च् भवति. विञ्च् योगः अन्तु विञ्च् योगः अन्तु विञ्च् योगः अन्तु नश्चापदान्तस्य जलि इत्यनेन विञ्च् योगः अन्तु अनुस्वारस्य ययि परसवर्णः इत्यनेन विञ्च् योगः अन्तु विञ्चन्तु विञ्चन्तु. देन् विनच् योगः हि हि इति हू जल् चकारः झलि सो हू जल्भ्यो हेदिः इत्यनेन विञ्च् योगः दि भवति. हि स्थाने दि भवति. विञ्च् योगः दि चोहोकुः धि चोहोकुः इत्यनेन चकारस्य ककारः विङ्क् योगः दि विङ्क् विङ्क् योगः दि नश्चापदान्तस्य जलि इत्यनेन विङ्क् योगः दि विङ्क् योगः दि जलां जश् जशि जलां जश् जशि इत्यनेन विङ्क् विङ्क् योगः दि जलां जश् जशि जल् ओके ककारः जल् जश् भवति झषि परे विङ् योगः दि अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य ययि यकारः गकारः ययि विङ् विङ् गकार पञ्चमवर्णः विङ् भवति. विङ् योगः दि विङ् दि भवति. तं तं चोहोकुः नश्चापदान्तस्य जलि अनुस्वार्थ्य ययि परसवर्णः ओ मुद इन् द बिगिनिङ्ग् श्नसोरल्लोपः आं भगिनि श्नसोर् अपित् अपित्सु अपित्सु कार्यं तं विनच् इति विञ्च् भवति. अनन्तरं चोहोकुः नश्चापदान्तस्य जलि अनुस्वार्थ्य ययि परसवर्णः इत्यनेन विङ्क् तं विङ्क् तं विङ्क्त आनी आनी आनी आव आम सर्वे पित्सु कार्यं पित्सु कार्यं श्नसोरल्लोपः प्रसक्तिः नास्ति. अङ्गकार्यमपि नास्ति. विनच् योगः आनी विनच् योगः आनी विना नथिङ्ग् एल्स् विनच् विनचानि विनचानि विनचाव विनचाम एव भवति. धन्यवादः अरुणा भगिनी. लङ्गि वदति वा? श्रूयते भगिनि? धातु विनच् विनच् पदमम् अदागम आगच्छति. लङ् लङ्तु दातः चित्रेण अभिनच् भवति. अभिनच् प्रकार पदमपुरुष एकवचने तत्रे चकारस्थाने ककार चित् अस्ति लोपना भवति लकारलोपना भवति. अभिनच् अविनक्त तदनन्तरं तस्मात् पूर्वं भगिनि तस्मात् पूर्वं नश्च पदान्तचरितत्वेन पूर्वम् एटु अस्ति चोहोकुः तस्मात् पूर्वम् एकं कार्यमस्ति अविनच् योगः त इति प्रत्ययः अप्रत्यये काल अतः ऊजल्भ्योहे न हल्न्याभ्यो दीर्घात् हल्न्याभ्यो दीर्घात् चतुर्थस्य प्रथमं हल् न श्रूयते लोपः न भवति भगिनि तकारलोपः अवश्यं भवति अपृक्त एकाल् प्रत्ययः किल तदा ओ ओके एकाल् प्रत्ययः इति कृत्वा तस्य लोपः अनन्तरं ककारस्थाने ककार आगच्छति भगिनि सत्यं ककार आगच्छोः इति सूत्रेण तदनन्तरं नकारस्थाने नश्च पदान् तस्य जले इति सूत्रेण मौन तद् नकारः पूर्णनकारः किल नकारः नास्ति पूर्णनकारः सो अविनक् आर् अविनक् अविनक् इत्यस्य किं भवति द्वितीयरूपं ककार आगच्छति भगिनि जलां शृण्वन्ते किल सत्यं किल ककारः ककारः अविनच् योगः ताम् ताम् अपित् अस्ति ततः नशोर्लोपः इति सूत्रेण नकार अकारलोपः भवति अविञ्च् युगतां चोहुः इति सूत्रे चकारस्थाने ककार आगच्छति अविनक् अविङ्क् युगताम् अधुना नष्ट पदान्तश्चलि तद् मौनेश्वर तदनन्तरम् अनुष्ठ अविनच् योगः अपित् अस्ति ततः नसौरल्लोपः सूत्रेण नकारे स्थित अकारलोपः भवति अविन्न योगः अन् मूनस्वर नष्टपदान्तश्चलि अनुसरसूत्रेण अन् तकारात् तृतीयवर्णः अनञ्च् अनञ्छन् मध्यमपुरुषे अविनच्छति सूत्र सूत्रेण सकारलोपः भवति पित्तस्य कारणात् अन्यकारं नास्ति नशोलोपः कार्यं न भवति न चोहोकुः चित्र न ककार भवति तदनन्तरम् अन्यरूपम् अविनग् तम् अत्रापि अपित् अस्ति तत्कारणतः न सौरलोपः इति सूत्रेण नकारलोपः भवति अविनच् अविञ्च् योगहस्तं चोहोकुः चकारस्थाने ककार आगच्छति अविनक्तम् अत्रापि नश्च पदान्तजलि अनुस्वरस्य हि पदं सूत्रेण अनन्त उत्तमपुरुषे अविनच् अम् अत्र केवलं वर्णमेलनेव अम् इति चित् अस्ति कार्यं न अविनच् अविनच् वा अत्र नष्टोरल्लोपः इति सूत्रेण अकारल्लोपः भवति अविञ्च्वा अत्रापि पदान्तर्जले अनुसरसे पदसुवर्णसूत्रेण सकार नकार तृतीयवर्णः पञ्चमवर्णः अनिङ्वा अनिङ्म सत्यम् अविञ्च्वा अविञ्च्म सत्यं सम्यक् धन्यवादः विजया भगिनी विधिलिङ्ग् वदति वा विनच् इति आं भगिनि वदामि सम्यक् श्रूयते वा प्रथमं नमस्कारः भगिनि तत्र विधिलिङ्ग् यात् यातां युः याः यातं यात यां याव याम इति अस्ति तत्र धातुः तु विच् इति अस्ति अत्र विच् योगः न तत्र प्रथमं स्नासोरल्लोपः इति सूत्रेण तत्र न रुदादिभ्यः इति सूत्रेण श्नं भवति खलु भगिनि मध्ये अनन्तरं तत्र नच पदान्तस्य जलि इति सूत्रेण अनुस्वारः भवति एतत् यात् इति अस्ति अत्र स्नसोरोल्लपः इति सूत्रेण तत्र तत्र उपदाकारस्य लोपः किञ्चित् विलम्बेन आगच्छतु मया अस्तु अत्र किं भवति भगिनि विनच् इति अस्ति किल इदानीम् उपादिभ्यः श्नं विनच् इति अस्ति इदानीम् उपादायाम् अकारः अस्ति श्नसोरल्लोपः अत् लोपः अतः अत् लोपः एव अल्लोपः इति भवति आम् अतः विन् एव तिष्ठति अत्र अकारस्य लोपः भूत्वा इन् एव तिष्ठति इदानीं नच पदान्तस्य जलि इति सूत्रेण अनुस्वारः भूत्वा अनन्तरम् अनुस्वारस्य ययि परसवर्णः इति सूत्रेण तत्र विन्यात् इति भवति तावदेव खलु भगिनि अत्र विन्यात् तत् सर्वत्र तादृशमेव विन्यात् विन्यातां विन्युः विन्याः विन्यातं विन्यातं विन्यात विन्यां विन्याव विन्याम इति अन्तिमरूपं निष्पन्नं तदेव अग्रे अपि पठतु भगिनि करपत्रे करपत्रे तत्र आहत्य अत्र कार्यं कीदृशम् इति चेत् एतदेव वा भगिनि न न एवमेव इति अस्ति यदा बिञ्च् समाप्तं किल तस्मात् अनन्तरम् एवमेव तञ्चु एवमेव एवमेव तञ्चु इत्युक्ते तञ्च् परस्मैपदी सङ्कोचेन इति सङ्कोचने इति अर्थः भवति यो इदानीं सङ्कुचितः भवति अनन्तरं रिचिर् रिच् इति भवति उभयपदिनः विरेचने इति अर्थः त्यजति अपि मोचयति अपि रिक्तं करोति इति रुचिर् इति अनन्तरं पृचि इत् इत्युक्ते तत्र पृच् एव तिष्ठति परस्मैपदिनः सम्पर्के इति अर्थः संयोजयति इति अर्थः अपि अस्ति अनयोः द्वयोः धात्वोः प्रसङ्गे प्रसङ्गे नत्वमपि परिशीलनीयं भवति तिथि प्रत्ययपरे नत्वं भवति अपित् प्रत्ययपरे नत्वं न भवति किमर्थमिति अग्रे उच्यते रिञ्च् योगः तः अत्र अट्कुप् वाङ्नुं वेवेयावे व्ययवायेपि इत्यनेन नत्वं स्यात्, परन्तु अत्र सूत्रद्वयस्य प्रसक्तिः अस्ति. नश्च पदान्तस्य जलि अटुकुपवाङ्नुं व्ययवायेपि त्रिपाद्यां समानकाले सूत्रद्वयस्य प्रसक्तिः अस्ति चेत् अत्र नच्च पदान्तस्य जलि अष्टाध्याये अष्टाध्याये त्रिपादे चतुर्विंशतिः इति सूत्रमस्ति. अट्टुकुपवाङ्नुम् एतत् सूत्रं तु अष्टाध्याये चतुर्थपादे अस्ति, द्वितीयसूत्रम् अथवा अटुकोपवाङ् परसूत्रमस्ति. नच्च पदान्तस्य जलि इति पूर्वसूत्रमस्ति. त्रिपाद्यं समानकाले सूत्रद्वयस्य प्रसक्तिः अस्ति चेत् पूर्वत्र सिद्धम् इत्यनेन पूर्वसूत्रम् असिद्धं भवति. अनयोः सूत्रयोः कस्य सूत्रम् असिद्धं, किम् असिद्धं भवति? पूर्वसूत्रात् परसूत्रम् असिद्धं भवति. परसूत्रम् असिद्धं भवति. अनयोः सूत्रयोः मध्ये अटुकुपवाङ् परसूत्रम् अतः अत्र असिद्धं भवति. शास्त्रासिद्धम् इति न च पदान्त असिद्धम् इति न च पदान्तस्य जलि इत्यनेन नकारस्य स्थाने अनुस्वारः, अनुस्वारे कृते नत्वस्य प्रसक्तिः नास्ति, अतः तत्र नतु न भवति इति. पृच् धातोः प्रसङ्गे कार्यं तदेव, एकः एव भेदः यत् नत्वविधायकसूत्रं रसाभ्यां नूनः समानपदे. अत्र अपि अष्टाध्याये चतुर्थपादे प्रथमसूत्रम् त्रयाणाम् अपि धातूनां कृते अग्रे चतुर्षु लकारेषु तिगन्तरूपाणि वक्तव्यानि. उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु. तत्र सूत्रं तु रिञ्च् खलु भगिनि? तत्र धातुत्रयमस्ति, तञ्चु रिचिर् पृचि इति. वयं तञ्चु इत्यस्मात् आरम्भं कुर्मः. तञ्चु इत्यस्य लट् रूपं वदति वा भगिनि भवती एव? एतत् सर्वं रुदादिगणीयः धातु खलु भगिनि? सर्वे तत्र तञ्चु परस्मैपदिनः रूपसाधनं तत्र तत्र तत्र रिञ्च् योगः तञ्चु इति अस्मात् आरम्भं कुर्मः भगिनि. प्रथमधातुः तञ्चु इति अस्ति. तञ्चु तञ्चु तत्र तत्र एव तत्र तञ्च् इति सीतः अन्ति सीतगत मी वहमः इति अस्ति. तत्र तत्र चोहोकुः इति कार्यं करोति वा भगिनि? तद् तत्तु अन्तिमकार्यं. प्रथमं रुदादिभ्यः श्नम् इत्यनेन श्नम् श्नम् आगच्छति, अतः तत्र तत्र मध्ये नकारः आगच्छति. एतत् अनुबन्धलोपानन्तरम् अनन्तरं एकं लिखामि भगिनि. अस्ति तनञ्ज् इति भवति. तनञ्ज् इति भवति चेत् तत्र अनुस्वार नच्च पदान्तस्य जलि इति सूत्रे न नच पदान्तस्य जलि इति सूत्रेण तत्र लोपः इति एकं सूत्रम् अस्ति, तद् वयं दृष्टवन्तः. श्नान्नलोपः इत्यनेन नकारः किल ण्यकारः च तत् तस्य लोपः पूर्वं कृतं खलु भगिनि, तादृशमेव खलु, तादृशमेव. अतः तनच् योगः ति इति अस्ति इदानीम्. तनच् योगः ति इदानीं चोहो कुहो इति सूत्रेण चोहो कुहो इति सूत्रेण तनक् इति भवति खलु भगिनि, तनक्. अनन्तरं तत् इदानीमेव तावदेव वा तनक्ति तनक्ति योजनेन पदान्तस्य जलि किमर्थं न भवति इत्युक्ते तत्तु पूर्णनका न अस्ति, नकारः अकारः अपि अस्ति, अतः नश्चापदान्तस्य जलि तत्र न भवति. श्नान्नलोपः इत्यनेन न लोपः भवति, अनन्तरं चोः तावदेव कार्यद्वयमेव. अग्रे अग्रिमं तः तत्र तनक् इति भवति, इदानीं तः इति भवति, तत्र किमपि कार्यं नास्ति, अपित् अस्ति, अतः हलादि अपित् अस्ति, अतः तत्र तनक् तत्र सोरोल्लोपः इति सूत्रेण आतोम् भवति, अकारस्य लोपः भवति, अतः तन् एव भवति, तन् इदानीं तः इति भवति. न न इदानीं नच् पदान्तस्य जलि इति कार्यं करोति, अतः तन् तन्क् इति भवति. अनन्तरं तः इति अस्ति, तत्र अनुस्वारस्य ययिपरसवर्णः इति सूत्रेण अन्तिमवर्णः भवति इङ् इति भवति, तङ् तः इति भवति, साधु खलु खलु. अनन्तरं तत्र अन्ति इति भवति, अन्ति तनक् इति भवति, तत्र तत्रापि तञ्च् इति भवति खलु भगिनि, इदानीमपि तत्रापि एतत् सर्वं तत्र पूर्वं स्नान् लोपः, अनन्तरं ससोरोलपः इति सूत्रेण तत्र आत्वं भवति, अतः तत्र नकारः एव तिष्ठति, तञ्च् इति भवति. अनन्तरं तत्र चोः कुः न न तत्र अनुस्वारस्य ययि परसवर्णः नच्च पदान्तस्य जलि इति भवति, अतः तत्र अनुस्वारः भवति, तञ्च् इति भवति. अनन्तरं अनुस्वारस्य ययि परसवर्णः इति भवति, अतः तत्र अन्तिम अतः तत्र अन्ति इति भवति, तत्र मेलनमेव तचन्ति इति भवति खलु भगिनि, सर्वत्र स्नान्नलोपः सर्वत्र भवति, स्नान्नलोपः नकारलोपः भवति, श्नसोरलोपः अपित् अस्ति चेत् भवति, तद् मनसि भवति चेत् सम्यक् सरलमेव. अग्रिमम् इदानीं स्तन इति भवति रुदादिभ्यः श्नम् इति भगिनि अत्र तञ्च इति अस्ति खलु तञ्च तनच अन्ति अनन्तरं तत्र ससरल्लोपः तञ्चन्ति अनन्तरं तत्र अनिजम् अलोपदाय अत्र नकारस्य लोपः तच्छन्ति इति अनिजिताम् अलोपदाय इत्यनेन नकारलोपः भूत्वा तच्छन्ति इति अथवा न अनिदितां हल उपदाय तत्र तञ्च इदानीं तञ्च इति भवति खलु तञ्च अन्ति अनिदितं हल उपदाय अनिदितः प्रत्यये परे नकारलोपः भवति इति हलन्तस्य अङ्गस्य तत्र भवति चेत् किमर्थं तं तः तत्र न किमर्थं भवति तत्र तत्र अनिदितम् उपदातं तङ्क् तत्रापि नित्य किञ्चित् नित्य एव एकनिमिषं कथं भवत् न भवति अपरञ्च अलं भवति वा गच्छन्ति परन्तु तत्र तु तं तः तङ्क् तादृशमेव किल तत्र न भवति किल किमर्थम् अत्र भवति कुत्रापि अन्यत्र रूपाणि सन्ति वा पुस्तके नास्ति प्रक्रियानुसारि तस्मिन् पुस्तके न दत्तमस्ति अत्र भवति चेत् तत्रापि भवेत् किल तत्र अनुस्वा अनिदितां हल उपदाय कित्तङित् किल तदपि कित्तङित् एव तः तत्र तञ्च तदेव नकारः अभवत् ई नास्ति न भगिनि अनिदित् एव किल नास्ति अनिदित् यत्र इत् नास्ति किल तत् तञ्च एव दातुः इदित् अस्ति एव अनिदित् अस्ति एव कार्यं भवति खलु भगिनि अत्र इदित् नास्ति सत्यं मूले अस्ति अतः नकारस्य अत्र तङ् एक तङ्क्तः इति खलु तत्र कथं भवति तङ् तञ्च योगतः तत्रापि तत्र वयं सिद्धवत् इति पठितवन्तः सूत्रद्वयं ससोरलोपः अनन्तरम् अनिदितां हल उपदाय एव किल तदेव सर्वत्र तदेव चिन्तनं भवति किल स्टोरल्लोपः 64111 अनिदितां हल उपदाय इत्यस्य सूत्रस्य प्रसक्तिः नास्ति इत्येव दृष्टवन्तः तादृशमस्ति चेत् तत्र तञ्चन्ति इत्येव भवति तञ्चन्ति प्रायन्ति एव भवेत् तत्र न भवति न भवति किमर्थमित्युक्ते तत्र भवति चेत् पूर्वं सः सा सर्वत्रापि समान तदेव तदेव चिन्तनम् आसीत् किल तद् न भवति असिद्धवत् अत्र अभात् इति तदेव तञ्चन्ति इति रूपं तञ्चन्ति आम् इदानीं वदतु भगिनि तन् योगः इदानीं सिद्धरूपेण तनच् इति भवति खलु भगिनि तनच् तनच् इत्युक्ते तत्र चोहोकुः इति सूत्रेण इ कका ककारः भवति तनक् इति भवति अनन्तरम् आदेशप्रत्ययोः इति सूत्रेण सि स्थाने क्षि भवति अतः अन्तिमरूपं तनक्षि इति भवति अनन्तरं तत्र तत्र तन तञ्च तनक् इति सिद्धरूपेण भवति इदानीं नस्य पदान्तस्य जलि नस्य पदान्तस्य जलि इत्यनेन विसर्ग अनुस्वारः भवति, तङ्कृति भवति. अनन्तरं अनुस्वारस्य ययि परस्वर्णः इति सूत्रेण ककारस्य अन्तिमवर्णः इङ् भवति. तङ्क् अनन्तरं तः योजनेन तङ्क्तः इति अन्तिमरूपं तङ्क्तः तङ्क्तः अनन्तरं तङ्क्त भवति, सीतहर्त तङ्क्त इति भवति. अनन्तरं मी वह मह अत्र रूपं तनच् इति भवति. मी योजनेन तत्र एतत् मी इति मी पित् अस्ति. अनन्तरं तत्र पित् अस्ति चेत् गुणकार्यं भवति. तत्र किमपि कार्यं नास्ति खलु भगिनि, तन्नच्मी एव भवति. अनन्तरं तत्र तनच् इति भवति चेत् किम् अभवत् भगिनि? जया भगिनी लैन् कट् अभवत् वा? तनच्मि इति भवति. अनन्तरं वहमः तत्र तत्र नच्पदान्तस्य जलि इति सूत्रेण अनुस्वारः भवति. अनन्तरम् अनुस्वारस्य यै परसवनः इति सूत्रेण सूत्रं तत्र कार्यं करोति. अतः तञ्च् वह योजनेन तञ्च् वह, अनन्तरं मह योजनेन तञ्च् मह इति भवति अन्तिमवर्ष. यदा पित्वा अपित्वा तत्र श्नान्नलोपः इत्यनेन ण्यकारस्य लोपः भवति. अनन्तरं यदा अपित् अस्ति चेत् तत्र श्नसोरलोपः इत्यस्य कार्यम् अकारस्य लोपः नश्चापदान्तस्य जलि अनुस्वारस्य एपर्सव. तत्र तञ्चन्ति इत्यत्रापि पञ्चमवर्णः भवेत् तञ्चन्ति. तञ्च् तञ्च् योग तु इति अस्ति तत्र स्नम् इति तनञ्च् इति तत्र स्नानलोपः इत्यनेन तत्र नकारलोपः तनच् तनच् योग तु तर्हि तनक्तु इति भवति. अग्रे तञ्च् योग तात् तत्र तनञ्च् योग तात् स्नानलोपः. अनन्तरं तत्र क्षम्यतां तत्र नकारस्य लोपः अपि च स्नसोरल्लोपः इत्यनेन तञ्च् तञ्च् अनन्तरं तञ्च् इति अस्ति तत्र तञ्च् तत्र चोहुकुः ककारः. अनन्तरं तत्र तञ् नच्च पतञ्जलि अपि च अनुसरति तङ्तात् इति तङ्तात् इति खलु अस्तु. अग्रे इदानीं तञ्च् योग ताम् अत्रापि नकार न स्नान स्नात्नलोपः इत्यनेन तत्र तनच् योग ताम्. अनन्तरं तत्र नकारस्य लोपः भवति, सोरि अकारस्य लोपः नसोरल्लोपः इत्यनेन अकारस्य लोपः तञ्च् तञ्च् इदानीं तत्र तं ताम् इति भवति, तत्र सन्धि अस्ति तं ताम् इति. इदानीं तत्र तन तनञ्च अत्रापि नकारस्य लोपः स्नान्नलोप स्नात् नकारस्य लोपः, अनन्तरं तत्र अष्टास्वरलोपः इत्यनेन तत्र नितिप्रत्ययपरे, अतः तञ्च अनन्तरं तत्र तञ्च् इति अनुस्वरसै परस्वर्ण नश्च परञ्जलि इति सूत्रद्वयेन तञ्चन्तु इति भवति. तञ्चन्तु अग्रे तञ्च तञ्च योग तञ्च योग हि हि इति अस्ति, तनञ्च योग हि तत्रापि स्नानलोपः अपि च स्नस्वरलोपः इति तञ्च तञ्च योग हि हि इति अस्ति तञ्च इति जलि हू जल्भ्यो जलिप हे धिः इत्यनेन धि इति तञ्च योग धि भवति. तञ्च योग धि इदानीं तत्र चोहुकुः इत्यनेन तञ् तङ् धि अनन्तरं तत्र अनुस्वरस्य यै तङ् धि इति अग्रे तङ् तत्र ता तङ् इति अस्ति खलु तत्र तङ् तङ् तात् एव तत्र तङ् तात् अग्रे तम् इति अस्ति तत्रापि स्तस्वरलोपः स्नानलोपः अपि च स्तस्वरलोप इत्यनेन तङ् चोहुकुः अनुस्वरसि परसवर्ण अपि दक्षपदञ्जलि दक्षपदञ्जलि अनुस्वरसि परसवर्ण इत्यनेन तं तं तं तं इति भवति. इदानीं तत्र आनि इति अस्ति अस्तु तत्र तनञ्च इति अस्ति तत्र सोरि स्नानलोप इत्यनेन तनच् इति भवति. तनच् आनि तनचाव यत्र तत्र अल्लोपः अकारलोपः न भवति पित् अस्ति इति कृत्वा सत्यं धन्यवादः. उषा भगिनी लङ् वदति वा? दातु तञ्च् ओ तञ्चु तञ्च् तञ्चु योगः लोट तञ्चु योगः तञ् स्नानलोपः इत्यनेन ञकारलोपः रुदादिभ्यः श्नम् इत्यनेन तनच् भवति. तनच् योगः लङ् तन लङ् भगिनि तनच्योगः तु तु इति अपृक्तप्रत्ययः हल्न्याभ्यो दीर्घात् सुतस्य पृक्तं हल् इत्यनेन तकारः लोपः भवति. तनच् एव भवति अतनच् या प्रथमः लुङ् लङ् लृङ् ष्वट् उदातः इत्यनेन अटागमः अतनच्योगः तकारः हल्न्याभ्यो गुणकार्यं नास्ति. अतनच्योगः तकारः हू हल्न्याभ्यो दीर्घात्स्य पृक्तं हल् इत्यनेन तकारलोपः अतनच् अतनच् भवति. अतनच् चोहोकुः इत्यनेन अतनक् अतनक् नो नो चोहोकुः आं भगिनि चोहोकुः अतनक् अतनक् भवति. देन् तु तां तनच् योगः ताम् अतनच् अतनच् योगः ताम् अतनच् ताम् इति अपित् प्रत्ययः सार्वधातुकम् अपित् ञित्वत् भवति तां ञित्वत् सो वट् इस् दट् श्नसोर् अल्लोपः श्नसोर् अल्लोपः इत्यनेन नकारस्य अकारः लोपं भूत्वा अतनच् इति तञ्च् भवति. अतञ्च् योगः ताम् अतञ्च् योगः ताम् अतञ्च् चोहोकुः इत्यनेन अतन् अतन्क् योगः ताम् अतन्क् योगः ताम् 8 to 30 नश्चापदान्तस्य जलि इत्यनेन अतनक् अतन्क् अतन्क् भवति. अतङ्क् इति अतङ्क् इति स्नुसारोल्लोपः स्नसोरल्लोपः अकारलो लोपः अतङ्क् योगः ताम् अतङ्क् योगः ताम् नष्टापदार्थस्य जलि इत्यनेन नकारस्य स्थाने अनुस्वार आदेशः अतङ्क् योगः ताम् अनुस्वारस्य ययि परसवर्णः इत्यनेन अतङ्क् ककारस्य पञ्चमवर्णः अतङ्क् योगः ताम् अतङ्क् ताम् अतङ्क् ताम् भवति अतङ्क् ताम् देन् तु ताम् अन् अन् इति अपित् अपित् एव अपित् अतनच् योगः अन् अतनच् योगः अन् अपित् श्नसोर् अल्लोपः इत्यनेन नकारस्य अकारलोपः भूत्वा अतञ्च् योगः अन् अतञ्चन् नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसमणः ओके अतञ्चन् भवति भगिनि पञ्चमवर्णः किल आं भगिनि अतञ्चन् अतनच् योगः सु सु इति पित् प्रत्ययः अपृक्त पित् प्रत्ययः हल्न्याभ्यो दीर्घातुतिस्य पृक्तं हल् इत्यनेन सकारलोपः अतनच् अतनच् भवति अतनच् चोहोकुः इत्यनेन अतनक् भवति अतनक् अतनक् अनन्तरम् अतनक् अतनच् योगः तं तम् इति अपित् प्रत्ययः नसोर् अल्लोपः इत्यनेन अतन अतनच् योगः तम् इति अतञ्च् योगः तं भवति अतञ्च् योगः तं चोहोकुः इत्यनेन अतङ्क् योगः तं भवति अतङ्क् योगः तं नश्चापदान्तस्य जलि इत्यनेन अतङ्क् अनुस्वारः भवति अतङ्क् योगः तम् अतङ्क् योगः तम् अनुस्वारस्य ययि परसवर्णः इत्यनेन पञ्चमवर्णः भवति अतङ्क् योगः तम् अतङ्क्तम् अतङ्क्तम् अतङ्क्त अधुना अम् इति पित् प्रत्ययः पित् प्रत्ययः गुणकार्यं नास्ति अतनच् अतनच् योगः अम् अम् इति पित् प्रत्ययः अकारलोपः नास्ति अतनच् अतनचं भवति अतनच् योगः व इति अपित् भवति श्नसोर् अल्लोपः कित्ङित् कित्ङित् परे श्नसोर् अल्लोपः कित् भव ङित् भवति श्नसोर् अल्लोपः नो नाट् श्नसोर् श्नसोर् अल्लोपः इत्यनेन अतन् अतन् अतन् वा अतन्म दट्स् इट् पञ्चमवर्णः भवति वा भगिनि अतन् अतन् योगः वः नाट् वः व अतन् योगः अतञ्च् अतञ्च् योगः व देन् चोहोकुः चोहोकुः भवति नश्चापदान्तस्य जलि नश्चापदान्तस्य जलि इत्यनेन अतन् अतञ्च् अतञ्च् योगः व अतञ्च् योगः व अनुस्वारः भवति अनुस्वारस्य ययीया अतञ्च् योगः अनुस्वारस्य ययि परसवर्णः इत्यनेन पञ्चमवर्णः भवति भगिनि अतञ्च् योगः व अतञ्च् व देन् देन् पञ्चम अतञ्च् व अतञ्च् व अतञ्च् म सम्यक् तदेव सूत्रसमूहः इति लिखितवान् किल महोदयेन असोरलोपः यत्र यत्र भवति तत्र तत्र नश्चापदान्तस्य जलि अनुस्वारस्य पार्श्ववर्णः तावदेव कार्यं समीचीनम्. अरुणा भगिनी विभिलिङ्गे beginning what is the meaning of that dhatu sako what is sankochane itte sankoch sankochane itte tadeva kila what do beginning sankochanam itte you have to reduce contract iti vartam kila okay ajagarah tanakti सङ्कोचनम् तर्कवर्गे आगच्छति खलु भगिनि एतत् सङ्कोचमिति तर्कवर्गे आगच्छति पञ्च पञ्चविधानमस्ति अत्र एकः एव सङ्कोचः इति आं भगिनि बट् इट् पञ्च टु स्ट्रेच् भगिनि इट्स् नाट् काण्ट्राक्ट् ओके किं भगिनि स्ट्रेच् to contract sankocha sankochaha ma bhavatu iti yada vadamaha tadapi asti kalu tadapi kila yada shai bhavati che don't feel shy iti tatra contract eva vayam kurmaha kila tadeva sankochaha ma bhut iti vadamaha kila sarvam swikarodu yada pariveshanam karo kurmaha oh, okay. tatra sankochaha ma bhut iti te tadeva sankuchitaha धन्यवादः उषाभगिनी उषाभगिनी तमिळ् जानाति वा तमिळ् प्रायः तत्र सुरुकुदल् अनन्तरं विरिवडेदल् एतद् सम्यक् एतदेव तत्र अस्तु भगिनि धन्यवादः सर्वे प्रत्ययाः अपि अस्ति तत् कारणात् नष्टो वल्लोपः इति सूत्रेण नकारलोपः योगः स्यात् नष्टपदान्तजलि सूत्रेण मौनस्वर तदनन्तरं पञ्चमवर्णः अग्रे अपि पठतु भगिनि तत्र अग्रिमधातुद्वयं यद् लिखितमस्ति रिचिर् पृचि इति तत्र एकमेव कार्यं तदपि अट्कुप्वाङ्नु तदपि प्रायः स्यात् तद् न भवति इत्येव अतः वयम् अग्रे गच्छामः वा जकारान्तधातुः प्रति समानकार्यमेव चकारान्ते किमपि नास्ति सर्वत्र चोहोकुः एव तदेव चकारान्तदातुः चोहोपुः इति एव कार्यम् अनन्तरं करि च तद् अग्रे चकारान्तदातवः आम् अरुणा भगिनी चकारान्ताः दातवः षड् दातवः ऋजिर् ऋज् अनुजु अनुञ्जु अनञ्ज् बञ्जो बञ्ज बञ्ज् भुज् भुज् दातवः अस्ति युजिर्दातु युज् उभयपदी योगे योगे इति अर्थं भगिनि योगे मध्ये मध्ये श्रूयते एव खलु भगिनि भग्नम् अभवत् मन्दरूपम् अनन्तरं भग्नम् अपि भवति ब्रेक् भवति जकारदधातु षड् धातवः सन्ति युज् बञ्ज् भुज् विज् भुज् प्रथमं युजिर्धातु युज् धातु उभयपदि योगे इति अर्थे संयोजनं करोति युज् प्रथमं युज् योगासनं लिदचो अन्त्यात् परः इति सूत्रेण अन्तिम आकारस्य स्थाने आगच्छति तदा युनज् इति रूपनिष्पन्नं भवति तिङ्गङ्गप्रत्ययनिमित्तकम् अङ्गकार्यम् इत्सु अङ्गकार्यं नास्ति युनज् यदस्ति सन्धिकार्यं युनक् तकारस्थाने तकार आगच्छति युनक्ति युनज् आनि युनजानि अपित्सु न सल्लोपः इत्यनेन स्नम् इत्यस्य आकारस्य लोपः युनज् युवतः युञ्ज् युवतः सन्धिकार्यम् युनक्तः इति रूपं भवति युनज् युहति चोहोकुः इति सूत्रेण युनग् युहति खरिचा इत्येन युनक् युहति वर्णमेलनं युनक्ति भवति युनज् युहतः पदमं चोहोकुः युनग् युहतः नष्टपदान्तस्य जलि युङ् युहतः खरिचा इङ् युहतः अनुस्वरस्य परसवर्ण इनङ् तः वर्णमेलनं युनङ्तः युञ्ज् अन्ति अत्र नष्टपदान्तः जलि इति युञ्ज् अन्ति युन अनुस्वरस्य परिसवर्ण युनुञ्ज् युनुञ्ज् अन्ति युनुञ्जन्ति इति रूपं युनुञ्ज् युनज् युवहसि पद्मं चोहोकुः ककार युनग् भवति तदनन्तरम् आदेशप्रत्ययोः इत्यनेन युनक्षि खरिचैतने युनक्षि वर्णमेलनं युनक्षि युञ्ज् युगसि पूजल्योभ्योः इति चित्रेण स्थानिधि आगच्छति चोहोकुः इति चित्रेण जकारस्थाने घकार आगच्छति नष्टपदान्तजलि युङ् युवधि अनुस्वरस्य परसवर्णेन युनुङ् युवधि वर्णमेलनं युनङ्धि प्रोपाभ्यां पठामि भगिनि प्रोपाभ्यां युजुरेयज्ञपात्रेषु प्रा उप इति एवं पूर्वात् युजेः अयं पात्रविषयात् अयं प्राप्तविषयात् आत्मनेपदं भवति प्रयुङ्क्ते उपयुङ्क्ते आहत्य अत्र कार्यं कीदृशमिति चेत् अपि प्रत्ययपरे नसौरलोपः नस्यपदान्तस्य अनुस्पर्शैपदसावर्णः इति सूत्रसमूहः जलि परे चोहोकुः इति सूत्रे खरिच कार्यं करोति अनेन कार्यं चतुर्विधं तिथि जलि चोहोकुः खरिच तिथि अजलि कार्यं कोऽपि नास्ति अति जलि अस्ति सूत्रसमूहः चोहोकुः खरिच अपि किमर्थं नष्टपदान्त न भवति भगिनि अत्र अपित् जलि आं तत्र नकारः पूर्णतया न अस्ति किल तत्र श्नसोरलोपः इत्यस्य प्रसक्तिः नास्ति यत्र प्रसक्तिः नास्ति तत्र न इति तिष्ठति इन् इति न यदा नास्ति तत्र नश्चापदान्तस्य जलि इत्यस्य अवसरः नास्ति ओ दकारान्त धातु तु नकारलोपः नसरलोपः न भवति नसोरलोपः अपिति प्रत्यये परे एव भवति पित् जलि न भवति पिति जलि न इति अवगतम् अवगतम् अपित् जलि चेत् सौरलोपः न भवति अपित् चेत् अत्र नकारलोप तदनन्तरं क्षम्यतां भगिनि मया गन्तव्यं अस्तु महोदय नास्ति चिन्ता नास्ति चिन्ता धन्यवादः तत्कृपं युज् दातु प्रथमं युज् योगः स्नु लिखितवन्तसूत्रेण युनुज् रूपं भवति युनुज् योगः युनुज् योगः अस्ति पित् अस्ति गुणकार्यं कति न कोऽपि नास्ति अकारस्थाने लोपोपसूत्रेण घकारस्थाने घकार आगच्छति तदनन्तरं तदेव यनग्धि इति चरितं भवति करी चोहोः अत्र अपि अपित् अस्ति रसोदल्लोपः रसोदल्लोपः अकारलोपः भवति तदनन्तरं चोहोकुसूत्रेण ककारस्थाने हरिचयसूत्रेण ककारस्थाने ककार नष्टपदान्तजलि नश्च पदान्तस्य जलि प्रथमम् अनन्तरं करिच सूत्रसङ्ख्या नश्च पदान्तस्य जलि प्रथमम् 8324 तस्य कार्यं प्रथमम् अनन्तरं करिच 84 अतः सत्यं तावदेव रूपं तु सम्यक् एव सूत्र प्रक्रिया युनज् योगः अन्ति अपित् अस्ति अज्जलि अस्ति ततः नसोरल्लोपः सूत्रेण अकारलोपः भवति युनज् योगः अन्ति नष्टपदान्तजलि मनुस्वर श्रूयते वा भगिनि किञ्चित् मन्दरूपेण श्रूयते खत्कर्कर् खत्कर्कर् पुनः आगच्छति चेत् सम्यक् भवति एव प्राब्लम् वित् इण्टर्नेट् आडियो प्रायः किल मध्ये मध्ये सम्यक् एव अस्ति ब्रेक् अन्ति इदानीं सम्यक् वदतु युञ्जयोगः अन्ति अत्रापि अपित् अस्ति ततः नसोरलोप सूत्रेण अकारलोपः भवति युञ्ज् योगः अन्ति तदर्थं नष्टपदान्तस्थलेन मौनस्वरः भवति अनुस्वरस्य परसवर्णसूत्रेण परसवर्ण आगच्छति युनञ्जति रूपं भवति युगः अस्ति प्रथमं पित् अस्ति कारणात् चोहोपसूत्रेण सकारस्थाने सकारः सकारस्थाने खलिचकार सि अस्ति आदेशप्रत्ययोः विभजनशक्तिः भवति सः अत्र मकारोरलोपः येन लोपकारलोप विनज्योगः सः योः कुपीति सूत्रेण जकारस्थाने ककार आगच्छति न अनुस्वर अष्टपदान्तश्चलि अनुस्वरते ये परसवर्णसूत्रात् इनङ् इनङ् अह हरिचैतसूत्रेण ककारस्थाने ककार इनङ्घः ेपितस्ति विनज्मि ससोरलोपः अरलोपः विनज्लोपः जल् जल् नास्ति केवलं नश्चपदान्तस्य जले स्वरते युञ्ज्वः युञ्ज्मः युञ्ज्मि युञ्ज्वः युञ्ज्मः सत्यं सम्यक् भगिनि तावदेव कार्यं अत्र एकमेव योजितं चोहोपुः करीच पूर्वं वयं केवलं चोहोपुः दृष्टवन्तः अत्र चोहोपुः करीच सम्यक् धन्यवादः भगिनि उषा भगिनि लोट् वदति वा युज् युजिर् युजिर् धातु युजिर् युज् धातु युज् रुदादिगणः श्नम् भवति युज्योगः श्नम् युनज् भवति युनज् लोट् युनज् धातु योगः लोट् युनज् योगः तु तु इति पित् भवति पित् भवति गुणकार्यं नास्ति युनज् योगः तु चोहोकुः इत्यनेन युनग् योगः तु युनग् योगः तु खरिच इत्यनेन युनक् योगः तु युनक् तु भवति युनज् योगः ताम् ताम् इति अपित् प्रत्ययः इत्पत् भवति युनज् योगः ताम् श्नसोर् अल्लोपः इत्यनेन नकारस्य अकारलोपं भूत्वा युञ्ज् योगः ताम् युञ्ज् योगः ताम् चोहोकुः इत्यनेन युङ् योगः ताम् युङ् योगः ताम् नश्चापदान्तस्य जलि इत्यनेन युङ् युङ् योगः ताम् युङ् योगः ताम् करिच इत्यनेन युङ्क् योगः ताम् युङ्क् अनुस्वारस्य ययी परसवर्णः इत्यनेन अनुस्वारस्य परसवर्णः पञ्चमवर्णः भूत्वा युङ्क् युङ्क्तां भवति युङ्क्तां भवति दिन्ना युनज् योगः अन्तु युनज् योगः अन्तु अन्तु अपित् युञ्ज् भवति श्नसोरल्लोपः इत्यनेन युञ्ज् भवति युञ्ज् योगः अन्तु नश्चापदान्तस्य जलि इत्यनेन अनुस्वाररूपं भूत्वा युञ्ज् योगः अन्तु युञ्च् योगः अन्तु अनुस्वारस्य ययी परसवर्णः इत्यनेन पञ्चमवर्ण भूत्वा युञ्चन्तु युञ्च् युञ्ज् युञ्चन्तु इति भवति देन् युनज् योगः हि युनज् योगः हि हि इति अपित् अपित् भवति नित्वत् भवति युन् युन् श्नसोरल्लोपः इत्यनेन युञ्ज् भवति युञ्ज् योगः हि हूजल्भ्यो हेर्दिः इत्यनेन हि स्थाने धि भवति. युञ्ज् योगः धि युञ्ज् योगः धि चोः कुः इत्यनेन युङ् योगः धि युङ् चोः कुः इत्यनेन जकारस्य स्थाने गकार युङ् योगः धि नश्चापदान्तस्य जलि इत्यनेन अनुस्वार नकारः अनुस्वाररूपं भूत्वा युङ् योगः धि अनुस्वारस्य ययि परसवर्णः इत्यनेन पञ्चमवर्णं भूत्वा गकारस्य पञ्चमवर्णं भूत्वा युङ् योगः धि युङ्दि भवति. युनज् योगः तं युनज् योगः तं तम् इति णित्वत् भवति. णित्वत् भवति नसोरल्लोपः इत्यनेन धातु युञ्ज् भवति. युञ्ज् योगः तं युञ्ज् योगः तं चोः कुः इत्यनेन युङ् योगः तं नश्चापदान्तस्य जलि इत्यनेन युङ् योगः युङ् अनुस्वररूपं युङ् योगः तं खरिच इत्यनेन युङ्क् योगः तम् अनुस्वारस्य ययि परसवर्णः इत्यनेन युङ्क्तं भवति. युनज् योगः त एवमेव युङ्क्तं भवति युङ्क्त भवति. देन् युनज् योगः आनि युनज् योगः आनि इति पित् प्रत्ययः नसोरल्लोपः प्रसक्तिः नास्ति. युनज् योगः आनि आनि इति पित् पित् अण्ड् जलि नास्ति. जस्ट् युनज् योगः आनि युनजानि एव भवति भगिनि. युनजानि युनजाव युनजाम तावदेव कार्यं सम्यक्. धन्यवादः भगिनि. विजया भगिनि लङ् लकारः तत्र सर्वसमेत मया तत्र किम् अस्ति तत्र पास्वर्ड् अस्ति खलु भगिनि एतत् दातव्यं भगिनि क्षम्यतां भगिनि अस्तु. अत्र लुङ् लङ् लृङ्क्षु अडुदात्तः इति सूत्रेण सर्वत्र अडागमः भवति. इदानीं युज् इति अस्ति तत्र रुदादिभ्यः श्नम् इति सूत्रेण मध्ये नकारः एतत् अडवत् लोपानन्तरं नकारः एव तिष्ठति अतः तत्र युनज् इति भवति. अनन्तरं युनज् चोहुकुः इति सूत्रेण चवर्गीयो तृतीयवर्णः भवति. जकारस्य स्थाने गकारः तृतीयवर्णः भवति. इदानीं युनग् इति भवति. अनन्तरं तत्र युनग् अयुनग् अयुनग् गकारस्थाने वावसाने इति सूत्रेण तृतीयवर्णस्य स्थाने प्रथमवर्णः आगच्छति. अतः अयुनग् अयुनक् इति रूपद्वयं भवति. अनन्तरं ताम् इति अस्ति. ताम् अत्र ताम् अत्र किमस्ति चेत् तत्रापि तादृशमेव तत्र अपि चोः कुः इति सूत्रेण जकारस्य स्थाने तृतीयवर्णः गकारः आगच्छति. इदानीं नश्च पदान्तस्य जलि इति सूत्रेण अनुस्वारः भवति. परन्तु अनन्तरं अनुस्वारस्य ययि परसवर्णः सवर्णस्य कार्यं भूत्वा अत्र अन्तिमवर्णः गकारस्य अन्तिमवर्णः पञ्चमवर्णः आगच्छति. तां योजनेन अयुङ्क्ताम् इति भवति. तावदेव खलु भगिनि. सोरल्लोपः प्रथमं भवति नसोरलोपः एतत् सर्वत्र भवति एव, तत्र अकारस्य आत्वं लोपः भूत्वा तत्र नकारः एव तिष्ठति. अनन्तरम् एव तत्र नच पदान्तस्य जलि इति सूत्रेण नकारस्य स्थाने अनुस्वारः आगच्छति. अनुस्वारस्य अन्ते अनन्तरं पञ्चमवर्णः आगच्छति, अयुं ताम् इति भवति. इदानीं तत्र लङ् प्रत्ययम् अतः तत्र अन् अन् इति आगच्छति. एतत् अस्तु भगिनि, अन् इति आगच्छति. अन् आगच्छति चेत् तत्र तादृशमेव तत्र अयुजकारस्य आयोगः युञ्जि भवति. इदानीं अन् आगच्छति, अयुञ्ज तत्र नच पदान्तस्य जलि इति सूत्रेण अनुस्वारः भवति. अनन्तरं अयुञ्ज जकारस्य पञ्चमवर्णः आगच्छति, अयुञ्जि भवति. अनन्तरं अनुस्वारस्य परसवर्णः कार्यम् अभवत्. इदानीं तं योज न अन् योजनेन अयुञ्जन् इति भवति खलु भगिनि? तावदेव. अनन्तरं पूर्वमेव दृष्टवन्तः अयुनग् इति भवति. तत्र तु तात् तादृशमेव भवति खलु? लङ् लङ् लङ् तत्र किं सकारः अल्याभ्यो दीर्घात् सुति सम्पृक्तम् इति सूत्रेण लोपः भवति खलु भगिनि? लोपः भवति. तावदेव तत्र जकारस्य चोः कुहु इति सूत्रेण जकारस्य स्थाने गकारः आगच्छति. एतत् प्रथमरूपम्. अनन्तरं वावसाने इति सूत्रेण ककारः भवति, अतः रूपद्वयं भवति. अयुनग् अयुनक् इति भवति. अनन्तरं पूर्वमेव दृष्टवन्तः ताम् इति तम् इति भवति तत्र, अतः अयुङ्क्तम् इति भवति. तकारः एव तिष्ठति मधुरपुरुषबहुवचने, अतः तत्र अयुङ्क्त इति भवति. अनन्तरं युनज् इति भवति. तत्र एतत् अम् इत्येव, परन्तु तत्र किमपि कार्यं नास्ति भगिनि. एतत् अयुनजम् इति भवति खलु भगिनि? इदानीं इदानीं जकारस्य स्थाने नच पदान्तस्य जलि इति कार्यं करोति. अनन्तरं वा योजनेन अनु नच पदान्तस्य श्रूयते वा? इदानीं श्रूयते. वदतु. इदानीं प्रथमं तत्र नश्च पदान्तस्य जलि इति सर्वत्र स्नसोरल्लोपः इति कार्यं करोति, अतः आत्वं लोपः भवति, नकारः एव तिष्ठति. इदानीं नच पदान्तस्य जलि इति सूत्रेण अनुस्वारः भवति. अनन्तरं जकारस्य पञ्चमवर्णः ञकारः, अतः अयुञ्जव इति भवति. तादृशमेव अयुञ्ज अयुञ्जम इति उत्तमपुरुषबहुवचनं भवति. तावदेव भगिनि, धन्यवादः भगिनि. समयः अपि जातः. विधिलिङ्लकारः अपि समानरीत्या एव भवति. श्नसोरल्लोपः नश्चापदान्तस्य जलि अनुस्वारस्य ई परसवर्णः. तावदेव कार्यं तत्रापि. आम् आं भगिनि, तावदेव कार्यं समीचीनं. याति याता युः याः यातं यात यां याव याम, अतः तत्र युञ्जात् युञ्जातां युञ्युः युञ्ज युञ्जयाः युञ्जयातं युञ्जयात् युञ्जयां युञ्जयाव युञ्जयाम इति विधिलिङ्गरूपम् अस्ति. सम्यक् सम्यक् तदेव. अग्रिमधातुः अस्ति तकारान्तः, तद् प्रायः वयम् अग्रिमसप्ताहे अस्तु. धन्यवादः, शुभदिनम्. धन्यवादः, धन्यवादः भगिनि, नमस्ते.